गतवर्गे अदादिगण अष्टधातु इति आरब्धः अष्टधातु मध्ये क्षम्यताम् अष्टधातु मध्ये बहवः नूतनप्रकरणानि सन्ति। तत्र प्रथमः तु अस्ति यत् पित् प्रत्ययः अस्ति चेत् किमपि कार्यं न भवति यतोहि गुणस्य प्रसक्तिः नास्ति। तदनन्तरम् अपित् अस्ति चेत् सूत्रं किम् आसीत् नूतनसूत्रम् असोरल्लोपः किं वदति अङ्गस्य श्नम् प्रत्ययः नाम रुधादिगणे श्नम् प्रत्ययः अपि च अस् धातु अस्ति चेत् तस्य अकारस्य लोपः भवति। कदा भवति? कित्नित् सार्वधातुकप्रत्ययपरे तर्हि अपित् प्रत्ययः अस्ति सार्वधातुकम् अपित् इति सूत्रेण णित्वद् भवति अतः तत्र श्नसोरल्लोपः इति सूत्रेण अकारस्य लोपः भवति अतः अस् योगः तः स्तः इति भवति अकारस्य लोपः इति तु एकमस्ति। तदनन्तरं सि प्रत्ययपरे किं भवति? तत्र पुनः नूतनं सूत्रम् अस्माभिः पठितं किं सूत्रम् तासस्योर्लोपः नाम तास् प्रत्ययः अथवा अस्थातु तस्य सकारस्य लोपः भवति कदा सि प्रत्ययपरे तासस्योः अङ्गस्य लोपः सि सकारादिप्रत्ययपरे तास् प्रत्ययस्य नाम तास् प्रत्ययः कुत्र भवति कस्मिन् लकारे भवति तास् प्रत्ययः लुट् लकारे भवति तर्हि तत्र तास् प्रत्ययः लुट् लकारे अपि च अस्थातु तयोः सकारस्य लोपः भवति सि सकारादिप्रत्ययपरे इति अस्ति अतः अस् योगः सि मध्ये सकारस्य लोपः भूत्वा असि भवति न तु अस्ति। अस्तु तदनन्तरम् इति तु लट् लकारस्य विषये कानिचन नूतनकार्याणि भवन्ति। इदानीं लोट् लकारे किं भवति? लोट् लकारे मध्यमपुरुषः एकवचने प्रत्ययः अस्ति हि प्रत्ययः अस्ति खलु तर्हि प्रत्ययपरे कार्यं कथं भवति इति वयम् इदानीं पश्यामः। अस्तु तर्हि आरभामहे मदर् महोदय पठतु लोटि अस्योगः हि। आं महोदय अस्योगः हि द्वा सोरे द्वा व्यास लोपश्च इत्यनेन अस् स्थाने एकारादेशः अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य सकारस्य स्थाने एव आदेशः अये योगः इ अत्र सकारस्थाने एकारादेशः भवति। तदनन्तरं हूजल्भ्यो हेदिः इत्यनेन हि स्थाने दि अये योगः दि हि अपित् अतः स्न सोरल्लोपः इत्यनेन अकारलोपः एदि एदि भवति। अस्तु तर्हि तत्र नूतनं सूत्रमस्ति घसोः एत् घसोः एत् हौ अभ्यासलोपश्च इति वसोरेधावभ्यासलोपश्च इति एकं सूत्रमस्ति तेन सकारस्य स्थाने एकारः भवति तर्हि अ ए योगः हि। तदनन्तरं पूजल्भ्यो हेद्धि इत्यनेन ई स्थाने धि भवति। तदनन्तरं श्नसोरल्लोपः इति सूत्रेण अकारस्य लोपः एधि भवति अतः अस्थातु लोट् लकार मध्यमपुरुष एकवचनं रूपं किं भवति एधि। अस्तु इदानीं नूतनं सूत्रमस्ति वसोरेधावभ्यासलोपश्च परन्तु महोदय गसोरे द्वाभ्यासलोपश्च कुसंज्ञकधातोः अस्धातोः च स्थाने एकारादेशो भवति हि प्रत्यये परे अभ्यासः अस्ति चेत् तस्य अभ्यासस्य लोपः अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य सकारस्य स्थाने एव आदेशः कुश अश्च तयोः इत्रेत्र द्वन्द्वः ग्वसौ तयोः ग्वसोः ग्वसोः षष्ट्यन्तं येत् प्रथमान्तं हौ सप्तम्यन्तम् अभ्यासलोपः प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् अभ्यस्तसंज्ञकः न भवति किल अभ्यास इत्युक्ते किं महोदय अभ्यासस्य जानीमः खलु यत्र द्वित्वं भवति तत्र परन्तु यत्र अभ्यासः भवति तत्र अभ्यासस्य लोपः अपि भवति इति अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गसोः अङ्गस्य एत् हौ अभ्यासलोपः च गुसंज्ञकधातोः गुसंज्ञक इत्युक्ते दा दा इति गुसंज्ञकः षड्धातोः दा दा किमस्ति गोसंज्ञकः धातोः अस् धातोः च स्थाने भूसंज्ञकधातो इति कृते सूत्रं किमस्ति स्मरति वा कोऽपि अपि च धा इति अत्र षड् धातवः सन्ति तेषां भूसंज्ञा भवति दा सूत्रं किं महोदय सूत्रं किं दादा दादा घु अदाप् इति दादा घु अदाप् दादा गदाप् तत्र प्रथमपाठे एव भवति प्रथमपाठे प्रथमाध्यायस्य प्रथमपाठे एव भवति संज्ञासूत्रमस्ति खलु कुत्र अस्ति हा 1120 दाधा धदा 1120 प्रथमाध्यायस्य प्रथमपादस्य विंशतितमं सूत्रमस्ति दादा धदा तर्हि हा पठतु महोदय सूत्रं किं वदति इदं सूत्रं गुसंज्ञकः धातोः अस् धातोः च स्थाने एकारादेशः भवति हि प्रत्यये परे अभ्यस चेत् तस्य अभ्यस्यस्य लोपः भवति इति अत्र उक्तं तर्हि घूसंज्ञकधातु नाम दा अथवा धा अपि च अस् तादृश अङ्गस्य एत्वं भवति एकारः भवति कुत्र भवति अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने भवति तर्हि एकारः भवति हि प्रत्यये परे अभ्यासः अस्ति चेत् अभ्यासस्य लोपः भवति तर्हि अस् धातोः तु अत्र उदाहरणमस्ति दा पश्यतु दा धातु दा योग हि लोट् लकार मध्यमपुरुष रूपं किं भवति दा धातु देहि भवति खलु पश्यतु अत्र ज्योत्यादिगणीयधातुः अस्ति अतः वस्तुतः अङ्गं किम् अस्ति ददा इति अस्ति खलु ददा योगः हि अत्र प्रथम तु आकारस्य स्थाने एत्वं भवति ददे योगः हि अपि च सूत्रं किं वदति अभ्यासलोपः अपि भवति खलु अतः अभ्यासस्य लोपः भवति प्रथमद इति लोपः भवति अतः रूपं भवति देहि तथैव धा धातुः अस्ति चेत् धेहि श्रूयते खलु अस्माभिः दोत्यादिगण अदन्तधातु इति पाठे अस्माभिः इदं सूत्रं पठितम् अस्तु तर्हि इति अस्ति सूत्रे सूत्रस्य अवगमने प्रश्नाः सन्ति वा अस्तु इदानीं भूजलभ्यो हेल्थि इति सूत्रं तु वयं जानीमः भूधातु अपि च झलादि झलान्तधातुः अस्ति चेत् ई स्थाने दीयुः इति तु वयं जानीमः इदानीमेकं एकः प्रश्नः अस्ति अत्र पश्यतु अस् योगः हि अस्ति खलु अत्र सकारस्य स्थाने एकारादेशः भवति अ ए योगः हि इदानीम् अ ए इति यः धातुः अस्ति अयं धातुः घू अपि नास्ति झलन्त अपि नास्ति खलु अजन्तधातुः अस्ति झलन्त नास्ति अ ए एकारः अचवर्णः अस्ति तर्हि प्रश्नः उदयति इदानीम् एकारः आगच्छति चेत् भूझल्भ्यो भेर्भिः सूत्रं कथं कार्यं करोति न कर्तुं शक्नोति खलु धातु झलन्त नास्ति अ ए अजन्त अस्ति अतः ई स्थाने भि कथं भवति इति प्रश्नः अस्ति प्रश्नम् अवगच्छन्ति वा सर्वे आं महोदय तस्य समाधानाय किं करणीयम् असिद्धव तत्र अभात् पश्यतु भूझल्भ्यो हेर्भि अपि च ध्वसोरेर्भावभ्यासलोपश्च सूत्रद्वयम् असिद्धवत् अत्राभात् इति सूत्रस्य अधिकारे स्तः खलु आभियकार्यद्वयम् अस्ति आभियकार्यम् अस्ति नाम असिद्धवत् अत्राभात् इति सूत्रस्य अधिकारे स्तः पूजल्भ्यो हेर्धि कुसोरेर्धावभ्यासलोपश्च अपि च उभयोः सूत्रयोः कार्यनिमित्तं नाम हि निमित्तमेव कार्यमस्ति खलु वसोरेर्धावभ्यासलोपश्च अपि हि निमित्तकं कार्यमस्ति भूझल्भ्यो हेर्धि अपि हि निमित्तकं कार्यमस्ति तर्हि असिद्धवत् अत्र अभात् एकस्मिन्नेव अत्र असिद्धवत् अत्र अभात् अत्र इत्युक्ते किम् अत्र इत्युक्ते अस्माभिः पूर्वं पठितम् इदं सूत्रम् अत्र इत्युक्ते एकस्मिन्नेव स्थले यदा कार्यं भवति एकस्मिन् एव स्थले यदा निमित्तीकृत्य कार्यं भवति असिद्धवत् अत्र अभात् इति अधिकारे सूत्रद्वयस्य तर्हि तत्र सूत्रद्वयं परस्परकृते असिद्धवत् स्तः असिद्धवत् अस्ति नाम भूझल्भ्यो हेर्भि वसोरेद्धावभ्यासलोपश्च इति सूत्रस्य कार्यं न पश्यति वसोरेद्धावभ्यासलोपश्च इति सूत्रं भूझल्भ्यो हेर्भि इति सूत्रस्य कार्यं न पश्यति अतः वसोरेद्धावभ्यासलोपश्च इति सूत्रेण यदा सकारस्य स्थाने एकारः भवति इति एत्वं भूझल्भ्यो हेर्भि इति सूत्रं न द्रष्टुं शक्नोति भूझल्भ्यो हेर्भि इति सूत्रस्य कृते तु इदानीम् अपि अस् धातोः सकारः एव अस्ति तत्सूत्रं सकारमेव पश्यति सकारमेव पश्यति अतः इदानीम् अपि भूझल्भ्यो हेर्भि इति सूत्रस्य कृते अस् धातुः एव झलन्त धातुः एव भवति झलन्त अस्ति अतः ई स्थाने भी भवति इति पर्यागच्छन्ति वा नाम भूझल्भ्यो हेर्भि इति सूत्रस्य कृते असोरेद्धाव्यासलोपश्च इति सूत्रम् असिद्धवत् अस्ति नाम तत्सूत्रं कार्यमेव न करोति इति अतः तत्सूत्रं भूझल्भ्यो हेर्भि इति सूत्रं सकारमेव पश्यति अतः सूत्रस्य प्रसक्तिः भवति अतः हि स्थाने धि भवति सकारस्थाने ए भवति आहत्य ए धि इति रूपम् आगच्छन्ति वा प्रथमे किं सूत्रं कार्यं करोति महोदय प्रथमद्वितीयस्य प्रश्नः नास्ति यतोहि उभयोः सूत्रयोः कार्यं भवति यतोहि परस्परकृते असिद्धवत् भवति अतः भूझल्भ्यो हेति इति सूत्रेण ई स्थाने धि करोतु तदनन्तरं वसोरेद्धावभ्यासलोपश्च करोतु अपि च वसोरेद्धावभ्यासलोपश्च करोतु तदनन्तरं भूझल्भ्यो हेति करोतु परस्परकृते असिद्धवत् अस्ति अतः अत्र तत्र शङ्का नास्ति अग्रे आगच्छति वयं पठामः परन्तु इदं सारांशः साक्षात् उक्तमस्ति खलु महोदय तत्र गतोः एत् अभ्यासलोपश्च इति अस्ति इति धातोः साक्षात् उक्तमस्ति इति कृत्वा प्रतिपदत्वात् प्रथमं भवति वा इति अस्तु करोतु तथापि करोतु परन्तु क्लेशः नास्ति परन्तु हा मुख्यप्रश्नः अस्ति यत् एकारः यदा भवति तदनन्तरं भूझल्भ्यो हेर्दि कार्यं कर्तुं शक्नोति वा इति मुख्यप्रश्नः करोति करोति यतोहि तत् सूत्रम् एकं पश्यति एव न सिद्धवत् अत्राभात् इति अधिकारे अस्ति कथम् अस्तु महोदय अग्रे पश्यतु अत्र मीना महोदय पठतु अग्रे अ ए असिद्धवत् अत्र अभात् ए ए योग हि इति अवस्थायां अ ए योगः हि इत्यवस्थायाम् अ ए इति हलन्त्यं न अतः हि स्थाने हलन्तं न हलन्तं न अतः हि स्थाने दि ज्वलन्तं सारि ज्वलन्तं न अतः हि स्थाने धि न अभविष्यत् परन्तु असिद्धवत् अत्र अभात् इत्यनेन हुजल् ब्योहेर्तिः इत्यस्य सूत्रस्य दृष्ट्या ग्वसोर् एधावत्तभ्यासलोपश्च इत्यस्य सूत्रस्य कार्यम् असिद्धम् अतः हि प्रत्ययः अस् इत्येव पश्यति न तु अए अनेन कारणेन हि स्थाने धि आदेशो भवति अत्र अये अये कथं ग्वसोर् एव अभ्यासलोपश्च इति सूत्रेण अस् अस् दात सकारस्य कथम् ए भवति महोदय सि सि अस्सि हि अस्सि हि इति स्थिते तत्र ग्वसोर् ग्वसोरेदभ्यासलोपश्च इति सूत्रेण एत् भवति वा हौस् ए अस्सि हि तत्र एत् भवति अये योगः हि इत्यवस्थायाम् अये इति ज्वलन्तं न अतः हूजल्भ्यो न इत्यस्य सूत्रस्य दृष्ट्या ग्वसोर् एव अभ्यासस्य लोपस्य सूत्रस्य कार्यम् असिद्धम् किमर्थम् असिद्धवत् अत्र अभावात् इति अधिकारसूत्रमस्ति वा अस्माभिः असिद्धवत् अत्र अर्थात् इति तु बहुवारं पठितं तत्र एव अस्ति खलु कुत्र पठामि असिद्धवत् अत्र अभावात् कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति तत् वाक्यं न अवगतं मया सम्यक् न सम्यक्तया न अवगतम् अधिकारसूत्रम् बहुवारं पठितमस्ति परस्परं तत्र पठतु परस्परं परस्परं असिद्धवत् असिद्धं भवति वा तदेव इति चिन्तयामि बस्य इति अधिकारसूत्रेण बसंज्ञा सम्बन्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तर्पर्यन्तम् असिद्धवत् अत्र अभात् इत्यनेन इत्यस्मात् आरभ्य 6423 आरभ्य बस्य इत्यस्य अधिकारस्य अन्तर्पर्यन्तम् येषां कार्याणां नाम आभीयकार्यम् सूत्रं स्वयं सम्पूर्णम् असिद्धवत् अत्र आभात् किं लिखितं तर्हि कमपि आश्रयम् अधिकृत्य एकमेव आश्रयम् अधिकृत्य यदि द्वे आभीयकार्ये स्तः तर्हि उभयोः आभीयकार्ये परस्परयोः कृते असिद्धवत् भवति अभीयकार्यमित्युक्ते किम् अत्राभात् भात् पर्यन्तं नाम भस्य इति अधिकारसूत्रमस्ति भसंज्ञ इति सम्बद्धकार्याणि तत्र भवन्ति तत्र भस्य इति सूत्रस्य अधिकार यावत्पर्यन्तमस्ति तावत्पर्यन्तं यानि सूत्राणि सन्ति 6422 तः ते आभीयकार्याणि इति उच्यन्ते नाम 6422 तः षष्टमा 6423 तः भस्य इति अधिकारस्य यत्र अन्त भवति तावत्पर्यन्तम् असिद्धवत् अत्राभात् इति सूत्रस्य अधिकारः भवति तर्हि सूत्रं किं भवति असिद्धवत् अत्र आभात् नाम सिद्धवत् इति असिद्धवत् अत्र इत्युक्ते किम् अत्र इत्युक्ते किम् एक एव स्थाने यद् भवति तत् अत्र अस्ति एक अत्र मध्ये किमस्ति त्रल्प्रत्ययः अस्ति त्रल्प्रत्ययः इत्युक्ते एकस्मिन् एव स्थाने यदा किमपि भवति अत्र नाम अस्मिन् योगः त्रल्प्रत्ययः इति अत्र अत्र इत्युक्ते एकस्मिन् एव स्थाने नाम एकम् एव आश्रयम् अधिकृत्य इति अस्ति इति यदा भवति तदा असिद्धवत् भवति कुत्र पर्यन्तं ध्वसंज्ञतः अधिकारपर्यन्तम् इति सर्वे आगच्छन्ति वा तर्हि पूजल्भ्यो हेल्दि वसोरेद्धावभ्यासलोपश्च इति सूत्रद्वयम् असिद्धवत् अत्राभावः इति सूत्रस्य कार्यक्षेत्रे आगच्छन्ति आगच्छतः अतः परस्परकृते असिद्धवत् भवति अवसन्ति वा सर्वे किं सूत्रं प्रथमं वा आगच्छति महोदय ग्वसो तत्सूत्रम् आगच्छति प्रथमं तुल्यबलविरोधविषये शैलीद्वयं दृश्यते द्वयोः किन्तु फलं समानं मातृभिः उच्यते यत् तुल्यबलविरोधः तदा भवति यदा द्वयोः सूत्रयोः निमित्तप्रसङ्गे स्थानिप्रसङ्गे वा सङ्घर्षो वर्तते निमित्तम् अपि च स्थानिप्रसङ्गे अतः अत्र प्रकृतौ गोसोरेधाभ्यासलोपश्च ह्यूजल्भ्यो हेर्दिः च अनयोः सङ्घर्षः अस्ति गोसोरेदावस् एदाभ्यासलोपश्च इति सूत्रे स्थानीसकारः निमित्तश्च हि प्रत्ययः हुजल्भ्यो हेर्दिः इति सूत्रे स्थानी हि प्रत्ययः निमित्तं जल् प्रत्याहारस्तः सकारः ओ अतः विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रस्य विच् परसूत्रं ग्वसोरेव परसूत्रं किल परसूत्रस्य ग्वसोरे एदावभ्यासलोपश्च इत्यस्य कार्यम् अधुना वस्तुतस्तु ग्वसोरे एदावभ्यासलोपश्च इत्यस्य अस्तदलस्य अन्यत्र लब्धावकाशो नास्ति इति कृत्वा एव बलम् इति भवति ओ तस्मात् प्रक् किन्तु प्राक् किं प्रक् इत्युक्ते किं तस्मात् प्रक् किन्तु तादृश प्राक् किल किन्तु तादृशसङ्घर्षचिन्तनं कर्तुं शक्यते शिक्षार्थं किन्तु स्नशोरल्लोपः इत्यस्य तादृशसङ्घर्षो नास्ति यतोहि तस्य निमित्तम् अस्ति कित् नित् सार्वधातुकप्रत्ययः नाम हि प्रत्ययः अस्ति चेदपि तथा धी प्रत्ययः अस्ति चेदपि तथैव अतः तस्य विरोधो नास्ति तदर्थं मातृभिरुच्यते यत् प्रथमं ग्वसोरेव अभ्यासलोपश्च तदा हूजल्प्यो हेतिः तदा च स्मशोरल्लोपः ओ प्रथमं गसो तदन्तरं हुजल्प्य तदन्तरं श्मसोरलोपः वा नाम श्मसोरलोपस्य तु विरोधमेव नास्ति. तत्तु अकारस्य स्थाने कार्यं भवति इति वदति. अकारस्य तु अकारः तिष्ठति एव इदानीमपि. घी भवतु ही भवतु सार्वधातुकप्रत्यय तु अस्ति एव. नित् तु भवति एव, नित्वत् भवति एव. अतः तस्य तु सङ्घर्षः नास्ति, तस्य अकारः तिष्ठति एव. प्रश्नः उदेति यत् वसो यद्भावव्यासलोपश्च कूजव्यो हेति. अत्र कस्य कार्यं प्रथमं भवति? तर्हि परमस्ति कसोर्यद्भावभ्यासलोपश्च, अतः परत्वात् तस्य कार्यं भवति. तत् 64111 अस्ति, 119 अस्ति, कुसर्भ्यो हिरदि 64101 अस्ति. अतः परत्वात् कुसोरेभावभ्यासलोपस्य कार्यं भवति. तस्य कार्यं भवति प्रथमम् अतः सकारस्थाने ए, तदनन्तरं भूजर्भ्यो हिरदि इत्यदिन ई स्थाने भि, तदनन्तरं ससौरल्लोपः इति सूत्रेण अकारस्य लोपः एधि इति भवति. अवसन्ति वा सर्वे? अस्तु, अग्रे पठतु. अग्रे कः अस्ति? सुवर्णा महोदय पठति वा? नमो नमः गुरुजि. ऐ कुड् नाट् फालो वेर् यु आर् रीडिङ्ग् देट्. अदादिगण इति करपत्रम् अस्ति खलु? करपत्रं रे करपत्रं You have sent that link, no? So I'm seeing that. आमां तत्र अर्थातु अस्ति. अर्थातु अस्ति, पश्यतु. सकारान्तः अर्थातु अधः. Where I should see, what is the number or anything? Number to atra. Raghupati, atra number to na likit, bhavat. Number na likitam, adaha agachat, adaha adaha agachat, atra bhavat. Sakara antasdatu ho iti. Are you on the computer online? That same can be. Mahodaya, mobile madhya asmi. No, no, Suvarna Mahodaya, are you online or are you reading from the PDF notes? I'm seeing the PDF. What you sent? PDF to can you be on the web page because the PDF is slightly outdated. Which one? Ashtadhyayi? Yeah, yeah. So the click the link which I sent. World in the email. Dot net. Which one? The link world, which I sent. World Sanskrit. सत्यं तस्मिन् 14A इति करपत्रमस्ति. 14 There is a link in the email which I sent. Yeah, that only I am seeing that. 14A. And under 14A, Adadi Gane Halanta Dhatavaha, there are so many Sapta, Dasha. Scroll down till you see Ashtadhi. Ashtadhi. सकारान्त अस् इति अस्ति अधः. संयोगान्तस्य लोपः दीक्षा इतोपि अधः. चकारान्तवचदाति श्रोः अनन्तरम् मृजे वृद्धि, मृजे वृद्धिः अनन्तरम् इतोपि अधः. अस्तु महोदय, वैल् यू सर्च् फार् इट् लेट्स् मूव् अहेड्. अस्थातु अस्ति अत्र. अस्थातु अस्थातु गो टु अस्थातु. इट्स् समवेर् लैक् इन् द बाटम् हा. अस्तु तर्हि वैल् यावत्पर्यन्तं सुवर्णा महोदय तत्र शोधते वयम् अग्रे गच्छामः. रघुपतिमहोदय भवान् पठतु अग्रे. अस्तु, भिन्ना शैली उच्यते शृङ्गेराचार्यैः. तैः उच्यते यद्वयोः अन्यत्र चरितार्थयोः अचरितार्थयोः एकत्र समावेशः तुल्यबलविरोधः, नाम यत्र कुत्रापि द्वयोः सूत्रयोः एकत्वप्राप्तिरस्ति अपि च तयोः अन्यत्र चारितार्थ्यं वा उभयोः अचारितार्थ्यं वा अस्ति तत्र तुल्यबलविरोधः वर्तते। अस्मिन् चिन्तनविधौ स्थानी समानः अथवा निमित्तसङ्घर्षः इति किमपि नास्ति, केवलम् एकस्यां प्रक्रियायाम् एकस्मिन् काले युगपत्प्राप्तिः इत्यनेन एकत्वप्राप्तिः, तदा अन्यत्र द्वयोः चारितार्थ्यं नाम द्वयोः अन्यत्र लब्धावकाशः अथवा द्वयोरपि अन्यत्र अचारितार्थ्यं नाम लब्धावकाशः न इति चेत् तुल्यबलविरोधः। अतः प्रकृतौ त्रयाणामपि तुल्यबलविरोधो वर्तते, यतोहि एकस्मिन् काले युगपत् प्राप्तिरस्ति अपि च अन्यत्र चारितार्थ्यम् अस्ति। अन्ततो गत्वा गतोः एत् हौ अभ्यासलोपश्च बलवत् प्रतिपोदकत्वात् प्रतिपदोक्तत्वं परत्वात् बलवत् इति अस्ति। अत्र अत्र अन्यत्र लब्धावकाशः वा इति अत्र एकत्र प्राप्तिः इति तादृशः नास्ति। अत्र यदि शृङ्गेराचार्यः आचार्यैः उच्यते यदि एकत्र प्राप्तिः अस्ति तेषां सूत्र भिन्नभिन्नसूत्राणां तदा तुल्यबलविरोधः भवति। अन्यत्र लब्धावकाशः अथवा अन्यत्र लब्धावकाशः अस्ति वा अथवा द्वयोः अपि नास्ति वा इति चेत् तत्र लब्धावकाशः तदा तुल्यबलविरोधः भवति इति अस्ति। अत्र प्रकृतौ त्रयाणामपि एकस्मिन् काले युगवत्प्राप्तिरस्ति, अन्यत्र चारितार्थ्यम् अस्ति, अन्यत्रापि भवितुमर्हति। अतः तत्र अग्रे ते वदन्ति गसोरेत् अभ्यासलोपस्य इत्येव इत्यस्य एव बलवत्त्वम् अस्ति, किमर्थमिति प्रतिपदोक्तत्वात् अपि च प्रतिपदोक्तत्वम् अपि च परत्वात् बलवत्त्वम् इति इत्यनेन तस्य एव कार्यं भवतु। शैलीद्वयं भवति, एकस्यां शैल्यां वैयाकरणाः वदन्ति यत् तुल्यबलविरोधः तत्रैव भवति यत्र उभयोः सूत्रयोः अन्यत्र लब्धावकाशः तु अस्ति, परन्तु उभयोः सूत्रयोः एकस्मिन्नेव निमित्तप्रसङ्गे अथवा एकस्मिन्नेव स्थानीप्रसङ्गे सङ्घर्षः भवति, नाम स्थानी अथवा निमित्तं समानं भवेत् इति, तदैव तुल्यबलविरोधः द्रष्टव्यः इति ते वदन्ति। अन्यशैल्यां ये वैयाकरणाः सन्ति अपि प्रायः शृङ्गेरी आचार्यः ते किं वदन्ति, एकस्मिन्नेव निमित्तम् एकस्मिन्नेव स्थानी तस्य आवश्यकता नास्ति, एकस्मिन्नेव एकस्यामेव प्रक्रियायां यदि बहवः सूत्राणि बहूनि सूत्राणि आगच्छन्ति तस्य तेषां सूत्राणाम् अन्यत्र लब्धावकाशः अस्ति चेत् तुल्यबलविरोधः भवति, नाम स्थानी भिन्नं निमित्तं भिन्नम् अस्ति चेदपि, अतः तत्र परं यदस्ति तस्य कार्यं भवति। प्रथमशैल्यां यदि वयं पश्यामः तत्र सूत्रद्वयस्य एव तुल्यबलविरोधः अस्ति, प्रसोरेथाभ्यासलोपश्च अपि च भूजव्यो हेति, तत्र शसोरल्लोपस्य तु नास्ति, यतोहि तस्य स्थानी तु भिन्नमेव अस्ति खलु, तस्य स्थानी अस्ति अकारः, तत्र किमपि प्रश्नः कोऽपि प्रश्नः नास्ति, अतः तस्य विरोधः नास्ति। परन्तु शृङ्गेरी आचार्याणां मत्यां तु त्रयाणां सूत्राणां तुल्यबलविरोधः भवति, यतोहि एकस्यामेव प्रक्रियायाम् आगच्छन्ति, अतः ते वदन्ति त्रयाणां सूत्राणाम् आधारीकृत्य तुल्यबलविरोधः कृत्वा तुल्यबलविरोधं कृत्वा तत्र यत् परसूत्रम् अस्ति तस्य कार्यं भवति। किमपि वदतु, फलं समानमेव अस्ति अत्र, वसोरेद्धावभ्यासलोपस्य इति सूत्रस्य एव कार्यं भवति प्रथमं तु, यतोहि तत्र सर्वपरम् अपि अस्ति, 6-4-1-1-9 अस्ति खलु, अपि च प्रतिपदोक्तमपि अस्ति, प्रतिपदोक्तं यथा रघुपतिमहोदयेन उक्तम् अत्र साक्षात् लिखितमस्ति खलु, अस् धातुस्थाने एकारः भवतु ई प्रत्यये परे, प्रतिपदोक्तम् अस्ति चेत् झटिति मस्तिष्के आगच्छति, अतः तस्य कार्यं प्रथमं भवति। अतः किमपि करोतु, वसुरेधाव्यासलोपश्च प्रथमं कार्यं करोति, तदनन्तरं पूजल्भ्यो एल्दि, तदनन्तरं सोरल्लोप। अस्तु इदानीं सर्वे आगच्छन्ति वा आम् महोदय अस्तु रघुपति सुवर्णमहोदय प्राप्नोति वा सुवर्णमहोदय स्थातुं प्राप्नोति वा न न महोदय अहं सत्यं किमि कुत्र अस्ति इदानीं करपत्रे करपत्रे अहं गमहनजनखनघसान् लोपः नित्यनङ्गि न कस्मिन् सूत्रे कस्मिन् कस्मिन् धातौ अस्ति इतोपि अधः अस्ति तत् तत् उपरि एव तत् चकारान्त गो टु द एण्ड् टवर्ड्स् द एण्ड् चकारान्ते अपि बहवः धातवः सन्ति गोडौन् निस्कन् अस्थातु अस्ति प्राप्नोति वा इदानीं किं विजयमहोदय किमपि वदति वदति वा तस्य ध्वनि बहु न्यूना अस्ति अस्तु रघुपतिमहोदय भवान् तावत्पर्यन्तम् अग्रे पठतु नटोरल्लोकः काकस्योर्लोकः तदनन्तरं लोटि इति भवति कुसोरेद्धावभ्यासलोपश्च पूजल्यो हेर्ति सिद्धव तत्राभात् महोदय अस्ति स्थितो पृष्टे तत्रैव तत्र लङ्गि अस् लङ्गि इति अस्ति खलु लङ्गि आ योगः अस् योगः त इति अस्तिश्चो अपृक्ते प्राप्नोति अस्ति अस्ति स्थितो पृष्टे अस्तु तदेव तत्र अपि अस्तु रघुपतिमहोदय पठतु लङ्गि एकनिमिषं महोदय एदियोग लट् खलु तत्र तत्तु किमपि नास्ति वस्तु लङ्गि अस्तु अस्तु लङ्गि आ आयोग अस् योग त् इति अस्ति अत्र तत्र आडागमः भवति तत्र आयोग अस् योग त् इति अस्ति इदानीम् अस्ति सिचो अपृक्ते इत्यनेन अपृक्तसंज्ञक हल् इत्यस्य ईट् आगमः अतः आयोग अस् योग ईयोगत् इति ईट् आगमः तत्र अस्ति सिचो अपृक्ते इत्यनेन ईट् आगमः भवति अतः आसीत् इति हलो श्रूयते वा अस्तु आयोग अस् योग स् इति इदानीं तत्रापि अस्ति सिचोप्रत्यये इत्यनेन अपृक्तसंज्ञक हल् प्रत्ययस्य ईट् आगमः आयोग अस् योग ईयोग स् वर्णमेरणे आसीः इति ईट् आगमः टित् अतः त् इत्यस्य आदौ आयाति इति सामान्यतया अपृक्तसंज्ञक हल् प्रत्ययस्य लोपः भवति हलन्तधातुतः परन्तु अत्र लोपः न भवति यतोहि मध्ये ईडागमः अस्ति इति अस्ति सिचो अपृक्ते यत्र ईडागमः अस्ति अस्ति अस्त् अस् धातोः तत्र अपृक्ते इत्यस्य तत्र ईडागमः भवति सूत्रमस्ति ईडागमे ईडागमो भवति किमस्ति को वदतु कः वदति अस्तिश्च सिच् च तयोः समाहारद्वन्द्वः अस्ति सिच् तस्मात् अस्ति सिचः सारि सारि किमर्थं पठति सारि सारि ऐ थाट् ऐ वास् आन् म्यूट् रघुपति महोदय पठति अस्तु अस्ति सूत्रमस्ति अस्ति सचोकृते इति सप्तपाद्यस्तृतीयपादस्य षड्नवति हलो अपृक्ते नाम अस्थातु अस्ति अथवा स्टिच् प्रत्ययः स्टिच् प्रत्ययः कस्मिन् लकारे भवति लुङ् लकारे वा लुङ् लकारे तर्हि चिलि लुङ्गि चिलेः स्टिच् अस्ति खलु तत्र स्विच् प्रत्यये परे अथवा अस्थातुपरे अपृक्तसंज्ञक अपृक्तप्रत्ययः अस्ति चेत् तस्य अपृक्तप्रत्ययस्य ईट् आगमः अतः आयोगः अस्योगः तत्र अस्ति च अपृक्ते इत्यनेन तकारस्य इत् अपृक्संज्ञा अस्ति अतः तस्य ईट् आगमः भवति अस् आयोगः अस्योगः ईयोगः त आसीत् तदैव आसीः ईडागमः टित् अस्ति अतः प्रत्ययस्य आदौ भवति ईत् भवति इदानीम् आगमः प्रत्ययस्य एव अंशः अस्ति इति तु वयं जानीमः खलु अतः इदानीम् ईट् आगमस्य अनन्तरं प्रत्ययः भवति ईत् ईत् इदानीम् ईत् प्रत्ययः अस्ति प्रत्ययः इदानीम् अपृक् न अवशिष्यते खलु प्रत्ययः अपृक् नास्ति अतः हल्न्याभ्यो दीर्घा स्थिति पृक्तं हल् इत्यस्य प्रसक्तिः न भवति सामान्यतया अपृक्तप्रत्ययः अस्ति चेत् हल् हल् अपृक्तप्रत्ययः अस्ति चेत् हल् हल् हल् अङ्गा हल् हल हलन्त अङ्गानन्तरं हल्न्याभ्यो दीर्घा इत्यनेन तथा प्रत्ययस्य लोपः भवति परन्तु ईडागमानन्तरम् ईडागमः प्रत्ययस्य एव अवयवः भूत्वा नूतनप्रत्ययः ईत् यद् अस्ति अथवा ईस् इह अस्ति तत् अपृक् नास्ति अतः पूजल् हल्न्याभ्यो तस्य प्रसक्तिः न भवति अतः प्रत्ययस्य लोपः अपि न भवति तर्हि आगच्छन्ति वा प्रथमम् अस्ति सिचोरप्रत्यये कार्यं करोति किमर्थं परमपि अस्ति अपि च अङ्गकार्यम् अस्ति अङ्गकार्यं वर्णात् अङ्गं बल्यम् इति अस्ति खलु हल्न्याभ्यो इति सूत्रं वर्णकार्यमस्ति अस्ति सिचो इति अङ्गकार्यमस्ति अतः तत् सूत्रं प्रथमं कार्यं करोति अतः प्रथमम् ईडागमः भवति ईडागमः भूत्वा प्रत्ययस्य एव अंशः भवति अतः नूतनप्रत्ययः तकार नास्ति अपि च ईत् अस्ति ईत् अस्ति चेत् प्रत्ययः अपृक् नास्ति चेत् हल्न्याभ्यो इति सूत्रस्य प्रसक्तिः न भवति अतः लोपः न भवति अतः रूपं भवति आसीत् आसीः इति अवसन्ति वा अस्तु सूत्रं पठतु महोदय अस्ति सिचो प्रत्यये इति सप्तमाध्यतृतीयपादस्य षण्णवतितमं सूत्रमस्ति सिच् प्रत्ययात् अपि च अस् धातुतः अपृक्तसंज्ञक हल् प्रत्ययस्य ईड् आगमः भवति अस्तिश्च सिच् च तयोः समाहारद्वन्द्वः अस्ति सिच् तस्मात् अस्ति सिचः अस्ति सिचः पञ्चम्यन्तम् अपृक्ते सप्तम्यन्तं द्विपदमितं सूत्रम् अतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः ब्रुव ईट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति अस्ति सिचः अङ्गात् ईट् अपृक्ते हलि इति अस्ति अत्र अत्र सप्तमी अस्ति तत्र पञ्चमी सप्तमी अस्ति अतः सप्तम्या तत् तस्य एव स्थाने भवति अतः तत्र एव ईडागमः तत्र हलि इत्यस्य अपृक्तहल् इत्यस्य ईडागमः भवति इति अस्ति अग्रे पठामि वा आद्यन्तौ सखित सर्वे जानन्ति सूत्रपठनस्य आवश्यकता नास्ति किन्तु अस्ति सिचः अस्ति इत्युक्ते अस् सिचः इत्युक्ते सिच् अस् अपि च सिच् तत्र अङ्गमस्ति चेत् तस्य ईडागमः भवति कस्य प्रत्ययस्य ईडागमः भवति कीदृशप्रत्ययः हलादि अपृक् हलादि अपृक् इति तर्हि तकारः हलादि अपृक् प्रत्ययः अस्ति सकारः हलादि अपृक् अस्ति इति अस्तु इति अस्ति। इदानीं पर्यन्तं सर्वे आगच्छन्ति। तत्र एकम् अद्वैतमस्ति, अत्र कौमुद्यां भट्टोजि दीक्षितेन लिखितमस्ति। अत्र वस्तुतः अस्ति मध्ये अत्र एकम् अधिकं तत्र निमित्तम् अस्ति। अस्ति इत्युक्ते किम्? तत्र अस् धातुः अपि अस्ति, परन्तु अस्ति यत् अस्ति यत् यत्र अस् धातु तावदेव तिष्ठति तत्रैव अस्य कार्यं भवति। नाम यत्र कुत्रापि अस् धातुः भू इति भवति इति चेत् तत्र अस्य सूत्रस्य कार्यं न भवति, यतोहि यत्र अस् एव दृश्यते तत्र एव तस्य कार्यं भवति इति अपि अस्ति। परन्तु अस्तु, अग्रे विजयमहोदय, अत्र प्रश्नः उदेति। अहं शृणोमि एव जि। अस्तु, सुवर्णा महोदय भवती पठितुम् इच्छति वा? आं महोदय। अत्र प्रश्नः उदेति। अत्र प्रश्न उदयति, हा, अत्र प्रश्न उदेति यत् लङ्लकारस्य प्रथमपुरुषद्विवचने अकारलोपः भवति वा आ अस् साम्, यतोहि आडागमः विधीयते लकारावस्थायाम् आडजादीनाम् इति सूत्रेण, तदा आटश्च इत्यनेन आडागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशः तदानीम् अकारः एव नास्ति, अतः कथं वा श्नसोरल्लोपः इत्यनेन अकारलोपः स्यात्। अस्य उत्तरम् अस्ति यत् आडजादीनाम् इति सूत्रेण आडागमः विधीयते लकारावस्थायाम् इति तु सत्यम्, किन्तु आटश्च इत्यनेन वृद्धिरादेशः तत्र साक्षात् न भवति। इदं सन्धिकार्यं नसूरल्लोपः अङ्गकार्यं परसूत्रञ्च, अतः अडागमानन्तरं श्नसोरल्लोपः इत्यनेन अकारलोपः तदा तु आटश्च इत्यस्य अवसरः एव नास्ति। किं लिखितं? अहं न जानामि। अवगच्छति वा? न महोदय। अस्तु, तर्हि प्रश्नः अत्र अस्ति खलु, तत्र लुङ् लङ् ऋङ्षु अड् दात्तः तदनन्तरम् आड् आजादीनां, तर्हि लङ् लकारस्य अवस्थायाम् अजादि धातुः अस्ति चेत् आड् इति आगमः भवति, आयोगः अस्योगः लङ्, तदनन्तरम् आटश्च इत्यनेन वृद्धिः भूत्वा आस्योगः लङ् इति अस्ति। तदनन्तरम् इदानीं प्रश्नः भवति, प्रश्नः अस्ति यत् नसोरल्लोपः कार्यं करोति वा, यतोहि इदानीम् आकारः अस्ति खलु, अकारः तु नास्ति, तस्सोरल्लोपः कार्यं कर्तुं न शक्नोति इति। तर्हि एतादृशं किमपि कापि आशङ्का अस्ति वा इति, तर्हि उत्तरमस्ति न, तथा किमपि नास्ति। किमर्थं? पश्यतु, लुङ् लङ् ऋङ्षु अड् उदात्तः अपि च आड् आजादीनां सूत्रद्वयं कदा कार्यं करोति? लकारस्य यदा विवरण विवक्षा भवति तत्रैव कार्यं कुर्वन्ति, नाम अस् योगः लङ् अस्मिन् अस्यामेव स्थित्यां लङ् अस्ति खलु, अतः लुङ् लङ् ऋङ्षु अट् उदात्तः अपि च आड् आचरीनाम् इति लकारस्य अवस्थायाम् एव किं वदन्ति? कार्यं करोतु, अतः अस् योगः लङ् तस्यामेव अवस्थायां अस् धातु अजादि अस्ति, अतः आड् अजादीनाम् इति सूत्रेण आकारः भवति, आयोगः अस्योगः। न श्रूयते महोदय, किमपि न श्रूयते वा इदानीम्? इदानीम् आम् श्रूयते महोदय। आयोगः अस् योगः लङ् इति भवति, तदनन्तरं लङ् स्थाने इति प्रत्ययः इति आगत्य आयोगः अस् योगः त इति भवति, लङ् इति भवति त भवति, अथवा आयोगः अस् योगः ताम् इति भवति। तदनन्तरं किमस्ति इदानीम्, आटश्च इति सूत्रं प्रथमं कार्यं करोति अथवा ह्रसोरल्लोपः प्रथमं कार्यं करोति? किं करोति? तस्य समाधानम् अस्ति ह्रसोरल्लोपः प्रथमं कार्यं करोति। किमर्थं? पश्यतु, ह्रसोरल्लोपः इति परसूत्रमस्ति, आटश्च इति पूर्वसूत्रमस्ति, तत्तु अस्ति। अपि च ह्रसोरल्लोपः अङ्गकार्यमस्ति, आटश्च तु वस्तुतः सन्धिकार्यमस्ति खलु, वृद्धिसन्धि करोति, वर्णकार्यमस्ति, वारणात् अङ्गं बलीयः इति सूत्रेण ह्रसोरल्लोपः इति प्रथमं कार्यं करोति। अतः आयोगः अस् योगः ताम्, अत्र प्रथमं ह्रसोरल्लोपः कार्यं करोति, अस् तस्य अकारस्य लोपः, आयोगः योगः ताम्, तत्र वृद्धेः आवश्यकता एव नास्ति, आस्ताम् इति अस्ति, इति अस्ति। तर्हि क्रमं पश्यतु, लुङ् लङ् लृङ्षु अड्गातः अपि च आड् आजादीना इति अस्ति, अतः प्रथम अस्य सूत्रद्वयं तस्य निमित्तं लकारः एव अस्ति, साक्षात् लकारः अस्ति, अतः यत्र लकारस्य विवक्षा भवति तत्रैव अस्य सूत्रस्य प्रसक्तिः भूत्वा अडागमः अथवा आडागमः करणीयः, अनन्तरं न करणीयः, प्रथमं करणीयः। अतः अस् इति अजादि अस्ति, अतः आकारः भवति। पश्यतु, यदि ह्रसोरल्लोपः वयं प्रथमं कुर्मः, धातुः भवति स, स योगः ताम्, तदनन्तरं यदि वयम् अडागमः कुर्मः, यतोहि इदानीं धातुः सकारः एव अस्ति, हलादि अस्ति इत्यनेन अकारं यदि वयं कुर्मः न तु आकारः, तैः रूपं समानं सम्यक् न भवति, अस्ताम् इति भवति, तु नास्ति। विवक्षा यत्र भवति लकारस्य, तत्र एव आडागमः अनागमः करणीयः। यत्र विवक्षा भवति तत्र धातुः अस्ति अजादि, अतः आकारः। तर्हि आयोगः अस् योगः ताम्, तदनन्तरम् अङ्गकार्यं प्रथमं करणीयं, ह्रसोरल्लोपः अङ्गकार्यमस्ति, अतः अकारस्य लोपः भूत्वा आयोगः स योगः ताम्, तदनन्तरं आकश्च इति सूत्रस्य प्रसक्तिः अस्ति, करोतु, अत्र नास्ति, अतः वृद्धिः न भवति, अतः आस्ताम् इति भवति। अवगच्छन्ति वा? आं महोदय। सुवर्ण महोदय आगच्छति वा? आं महोदय। तर्हि आड् आजादीनाम् अस्माभिः पठितम्, अजादीनाम् अङ्गस्य आड् उदात्तः लुङ् लङ् लृङ्षु, पश्यतु लुङ् लङ् लृङ्षु इति निमित्तमस्ति, लकारः एव निमित्तमस्ति, अतः लुङ् अस्ति चेत् साक्षात् अडागमः अथवा आडागमः, लङ् अस्ति चेत् साक्षात् अडागमः आडागमः, लृङ् अस्ति चेत् साक्षात् अडागमः आडागमः, तत्रैव करणीयम्। आटश्च इति अग्रे, आटः च अचि पूर्वपरयोः एकः वृद्धिः भवति, तत्तु वृद्धिसन्धिकार्यमस्ति, अतः अन्ते भवति सर्वम् अस्तु इति अस्ति, इति अस्ति। इदानीम् अर्थात्मस्य कार्याणि समाप्तानि, इदानीं चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि। अस्तु, तु अस्ति सुवर्ण महोदय, अस् लट् लकारं करोतु। About it, I don't know all these things actually. No, prayatnam karotu khalu. No, lakara. You have read the adhatu prakaranam today, khalu. Atah prakriya today. Atah you should be able to do. If you are not able to do, we have to do. But try. Lat lakare pratyaha kike sati prathamam krota kusat udatu. Lat lakare pratyaha kike sati parasnai padi. Lat lakare. सुवर्णमहोदय, ऐ डोण्ट् रिमेम्बर्, न करोतु, ट्राय करोतु, परस्मैपद लट् लकार प्रत्ययाः के सन्ति वदतु, पीतः अस्ति, इदतिङ् प्रत्ययः उपरि अस्ति, करः म मी वः मह इति अस्ति खलु, इदानीं अस् योगः ति, प्रक्रियां अस्य योगः कथं भवति? किञ्चित् उच्चैः वदतु. अस्य भवति. हा अस्ति भवति. अत्र किमपि कार्यमस्ति वा? किमपि कार्यं नास्ति. किमर्थम् अत्र अकारस्य लोपः किमर्थं न भवति? यतोहि टि इति पित् प्रत्ययः, अतः सोरलोपः कार्यं न करोति. अतः केवलं वर्णमेव. अग्रे अस्य योगः सः किं वदति? अहं वदामि खलु, सः इति प्रत्ययः अस्ति. अस्य योगः सः सः. इदानीं प्रत्ययं वदतु. अस्य योगः सः. इदानीं तः कीदृशः प्रत्ययः अस्ति? अपित् अस्ति वा पित् अस्ति? अपित् अस्ति. अपित् अस्ति खलु. अपित् इति अस्ति चेत् किं सूत्रं कार्यं करोति? अपित् अस्ति. नसोरल्लोपः इति अस्ति खलु. अपि प्रत्ययः नसोरल्लोपः अकारस्य लोपः. अकारस्य लोपः भवति तदनन्तरं किं भवति? अस्य लोपः सः. अकारस्य लोपः सः इति रूपं भवति खलु. अग्रे अस्य लोपः अन्ति. इदानीं किं कार्यं अस्ति इति प्रत्ययः अपि अस्ति वा अपि अस्ति वा? अपि अस्ति. अतः किं सूत्रं कार्यं करोति? इदानीमेव प्रश्नं खलु. नसोरल्लोपः खलु. या यु सेड् नसोरल्लोपः तदेव अङ्गकारे. अतः अकारस्य लोपः भवति. अतः पुनः सन्ति इति भवति. सन्ति. सन्ति. अग्रे अस्योपः सि भवति. सूत्रं किमस्ति? अस्योपः सि. सकारादिप्रत्ययः परे अस्थातु किं सूत्रम्? न सूत्रं किं? नसोरल्लोपः. न न नसोरल्लोपः कार्यं न करोति. यतोहि अत्र सी प्रत्ययः अपि न लुप्तः अस्ति. लुङ् लङ् न अत्र लट् लकारः अस्ति. अतः लुङ् लङ् कथं कार्यं करोति? अतः सकारादि सकारादिप्रत्ययपरे अस्थातौ सकारस्य लोपः. अतः रूपं भवति असि. अस्ति. तथैव अस्य सः पुनः नसोरल्लोपः. यतोहि अपित् अस्ति अतः स्तः. तदनन्तरं स्थ अस्ति. असि स्थः. स्थ तदनन्तरं मि मध्ये मी मध्ये किं भवति? मी प्रत्ययः अपित् अस्ति वा पित् अस्ति? पित् अस्ति खलु. पित् अस्ति. अतः अकारस्य लोपः न भवति. अस्मि. अनन्तरं वहमः अपित् सन्ति, अपित् स्तः, अतः अकारस्य लोपः स्वः स्म. अतः केवलं श्नसोरल्लोपः तासस्योर्लोपः इति सूत्रेण वयं द्रष्टुं शक्नुमः अस्ति स्तः सन्ति, असि स्तः स्थ, अस्मि स्वः स्मः. अवगच्छन्ति वा? आम्. अस्तु, तत्तु अस्ति. अग्रे लोट् लकार. लोट् लकारे किमस्ति? इदानीं कः करोति? मदर् महोदय करोतु लोट्. आं महोदय. आस्योगः तु अस्ति, तु पितस्य अर्थः अस्तु. आस्योगः तात् तात् अपित् अस्ति, अतः स्नासो रल्लोपः इत्यनेन अकारस्य लोपो भवति, अतः स्तात् स्तात् भवति. अस्तु स्तात्. अनन्तरं सम्यक् वा महोदय? आस्योगः ताम् अस्ति, अत्रापि स्नासो रल्लोपः इत्यनेन अकारस्य लोपो भवति. स्ताम् स्ताम् अत्रापि अपित् अस्ति, अतः अकारस्य लोपः स्नासो रल्लोपः इत्यनेन सन्तु सन्तु इति भवति. अनन्तरम् अस्योगः हि अस्ति, हि प्रथमे हि अस्योगः हि ग्वा ग्वा सोरे सोरे द्वा प्यास लोपस्य इत्यनेन एकारादेशः भवति. सकारस्थाने एकारादेशः भवति. अययोगः हि अस्ति. तदनन्तरं तदनन्तरं हूजल्भ्यो हे हिः इति सूत्रेण हि स्थाने दि भवति. अये योगः दि अस्ति. अये योगः दि. तदनन्तरं स्नासो रल् लोपः इत्यनेन अकारस्य लोपो भवति. एदि एदि भवति. यदि अनन्तरूपम् अस्योगः तात् अत्र अस्योगः तात् अकारस्य लोपो भवति. स्नर् सोरल् लोपः इत्यनेन अकारस्य स्तात् यदि स्तात् अत्र तदनन्तरम् अस्योगः तं स्तं स्त अस्योगः आनि अत्र पित् अस्ति, अतः अस्योगः असानि असानि असाव असाम. तर्हि अस्तु स्तात् स्तां सन्तु, एजि स्तात् स्तं स्त, असानि असाव असाम. उत्तमम्. धन्यवादः. महोदय, लङ्लकारः अस् वित् भवति, तत्र साधारणतया लुङ् लङ् ऋङ्क्षु अनुदात्तेः इति सूत्रेण आ आ भवितव्यं, परन्तु अत्र अजादि अजादिधातु तस्मात् आडजादीनाम् इति सूत्रेण इति सूत्रेण आड् आगमः भवति, तस्मात् आयोगः अस् योगः इत्यपि अस्ति. तदनन्तरम् अस्ति सिजोरपृक्ते इति सूत्रेण आयोग अस् अत्र अस् सिजः अङ्गात् ईद् अपृक्ते हलिपरे हल् अस्ति, तत्र अपृक्ते अपृक्तहल् अस्ति, तस्मात् अङ्गः इति आस् इति अङ्गः तस्य ईद् भवति आयोगः अस् योगः हि आसि तदनन्तरम् यत् आसीत् न आयोगः अस् योगः ईत् तदनन्तरम् आतश्च इत्यनेन वृद्धि भूत्वा आस् योगः ईत् आसीत् इति वक्तव्यम् आयोग अस् योगः इ आयोगः आतश्च इति सूत्रेण पूर्वप्रयोगे एक वृद्धिः भवति वृद्धिः भवति आस् आस् तदनन्तरम् इ आसीत् ओके आसीत् आसीत् आस् आस्ताम् आस्ताम् आस्त अस् दत्तु आडजादीनां कृते आ भवति आयोगः अस् आटश्च इति सूत्रेण वृद्धिः भवति आस् भवति आस् ताम् आस् अस्योगः ताम् आटश्च सन्धिकार्यमस्ति अन्ते भवति इदानीम् आयोगः ताम् ताम् अपि अस्ति अतः श्नसोरल्लोपः इत्यनेन अकारस्य लोपः आयोगः इस् योगः ताम् इदानीं वृद्धिस्य आटश्च सूत्रस्य प्रसक्तिः एव नास्ति अतः आस्ताम् इति भवति अत्र आटश्च कार्यमेव न करोति अहं पुनरपि वदामि महोदय अस् धातु आ भवति आडजादीनां आडजादीनां प्रथमसूत्रं भवति किल आयोग अस् योगः ताम् आयोग अस् योगः ताम् तदनन्तरं तदनन्तरम् आटश्च न भवति वा न आटश्च अन्ते सन्धिकार्यमस्ति तस्मात् प्राक् अङ्गकार्यं करणीयं खलु अङ्गकार्यं श्नसोरल्लोपः अस्ति अकारस्य लोपः भवति आयोगः इस् योगः ताम् तदनन्तरम् आटश्च प्रसक्तिः एव न अवशिष्यते आस्ताम् श्नसोरल्लोपः तत्र किमर्थं भवति भवती वदतु स्तामिति स्तामिति अपि अस्ति खलु स्तामिति अपि अस्ति आस् आस् अत्र तां भवति आस्तामेव वर्णमेव नैमेव किल आसताम् आस्ताम् आटश्च अत्र कार्यं न करोति आयोगः अस् योगः ताम् तदनन्तरम् अकारस्य लोपः आयोगः स योगः ताम् तदनन्तरं वर्णमेलनम् आस्ताम् आयोग अस् अस् योगः ताम् आलोपः तदनन्तरम् आटश्च भवति वा तदनन्तरम् आटश्च कार्यमेव न कर्तुं शक्नोति यतोहि अकारस्य लोपः भवति खलु इदानीम् आयोगः स अस्ति वर्णमेलनम् आटश्च कुतः भवति आडजादीन आडजानीदां भवति आडजादीनां प्रथमं भवति किल आम् आ अस् ताम् तत्र अस् ससोरल्लोपः इति सूत्रेण आ इस् ताम् आस्ताम् आस्ताम् आसन् आम् आसीः आसीः आयोग अस्योग इस् भवति तत्रापि श्नसोरलोपः भवति वा सकारपि प्रत्ययस्य अपि अस्ति अस्ति सृजोर् प्रत्यय इति सूत्रेण भवति आयोग अस्योगः ई योगः इस् तत्र तत्र आटश्च भवति किल आतश्च आसीत् आसीः आसीः आसीः आस्तमास् आस्तमास्व आस् आस् आसम् आस्व केवलं किम् आटश्च इति सूत्रेण आसम् आस्व आस्व आस्तमासन् आसीः आस्तम् आस्त आसम् आस्व आस्व विधिलिङ्गि तु केवलं श्नसोरल्लोपः इति कार्यं करोति यतोहि सर्वे प्रत्ययाः नित्वत् सन्ति अतः स्यात् स्यातां स्युः स्याः स्यातं स्यात् स्यां स्याव स्याम् अस्तु तर्हि अस्थातु समाप्तः प्रश्नाः सन्ति वा महोदय अत्र लङ् लकारे अस् आयोगः अस्योगः तकारः अस्ति अत्र कथम् ईडागमः भवति वृद्धिः न भवति वा न न वृद्धिकार्यं सन्धिकार्यं सर्वदा अन्ते भवति खलु अस्ति सिचोपृक्ते अस्ति सिचोपृक्ते न न क्षम्यताम् अस्ति सिचोपृक्ते प्रथमं कार्यं करोति आयोगः अस् योगः ई तदनन्तरम् आतश्च कार्यं करोति खलु अतः आस् योगः ई आसीत् प्रथमम् अस्ति सिचोपृक्ते इति सूत्रं करोति तदनन्तरमेव आटश्च आम् धन्यवादः अस्तु तर्हि अर्थात् तु समाप्तः अग्रिमवर्गे अग्रे गच्छामः तर्हि इदानीं विरमामः समयः समाप्तः धन्यवादः महोदय धन्यवादः महोदय धन्यवादः